सर्वेषां स्वागतं. रामप्रिया भगिनी, नमस्कारः भगिनी, बहु धन्यवादः भगिनी गते सप्ताहस्य धन्यवादः. अस्तु, तर्हि भगिनी, तर्हि अत्र कर्मणि भावे चेति द्वितीय मया तु यत् लिङ्क् प्रेषितं तद्दोषाय, तर्हि कर्मणि भावे च इति द्वितीयकरपत्रं वर्तते, तत्र स्मः. तर्हि तत्र भावकर्मप्रक्रिया लटि लोटि लङि विधिलिङि चुरादिगणे प्रेरणार्थे निच् उभयत्र चुरादिगणेपि निच् प्रत्ययः भवति, प्रेरणार्थे अपि निच् प्रत्ययः विधीयते खलु. तर्हि उभयोः अपि समानकार्यं भवति इति कृत्वा वयं पश्यामः, मिलित्वा पश्यामः. तर्हि चुरादिगणे केवलं सूत्रस्य एव तत्र भेदः वर्तते. चुरादिगणे तु अत्र सत्यापपाश चुरादिभ्यो णिच् इत्यनेन निच् विधीयते, किन्तु यत्र प्रेरणा निच् इत्यनेन केवलं चुरादिगणेभ्यः धातुभ्यः विधीयते चुरादिगणे, अनन्तरं चुरादिभ्यो णिच् इति प्रत्ययः. किन्तु यत्र प्रेरणाति निच् भवति सर्वेभ्यः धातुभ्यः विधीयते हेतुमति च इति सूत्रेण. तर्हि यत्र निच् प्रत्ययः विधीयते तर्हि सनाद्यन्ता धातवः इत्यनेन नूतनधातुसंज्ञा अपि प्राप्नोति इति वयं जानीमः. अत्र तावत्पर्यन्तं किमपि नूतनविषयः नास्ति खलु, अग्रे सरामः किम्? अरुणा भगिनी पठति किं भगिनि कृपया? अत्र एवञ्च चुरादौ प्रेरणार्थे निच् इति आरभ्य, ततः आरभ्य पठनीयः खलु. कुत्र भगिनि? भावकर्मणप्रक्रिया लट्टि लोटि तत्र एवञ्च चुरादौ इति पञ्चमपङ्क्तिः तत्र एवञ्च चुरादौ प्रेरणार्थे निचि च उभयत्र निजन्तः अतिदेशकधातुः निष्पद्यते. चुरादौ स्वार्थे छोरि छलि छालि इत्यादयः धातवः, प्रेरणार्थे पाटी लेखी नायि इत्यादयः धातवः. उभयत्र चुरादौ प्रेरणार्थे निचि च यत्किमपि रूपं निष्पादयितुम् इष्यते सर्वप्रथमं निचः विधानं भवति, तदनन्तरमेव अन्यानि कार्याणि कारणीयानि. तदेव भवति भावकर्मप्रक्रियायां च सर्वप्रथमं निच् तदा यक् तथा चुरादिगणे प्रेरणार्थे निच् प्रक्रियासमये उभयत्र निजन्तदातवः निजन्तः आतिदेशकदातः निष्पद्यते. सामान्यतया चुरादिगणे स्वार्थे निच्छति निष्पत्ति आगच्छति, आतिदेशधातु निष्पन्नं भवति, तदनन्तरं तिप्रत्ययः उपयुज्यते. चुरादि स्वार्थे चोरि रूपम् अस्ति, चुर् धातु चोरि भवति, छल् धातु छालि भवति. तदेव प्रेरणासमये पट् धातु फाटि, लिक् धातु लेखि, नी धातु नायि इत्यादयः धातवः रूपं निष्पन्नं भवति. तत् द्वे समये अपि स्वार्थे प्रेरणार्थे समये चुरादौ किमपि रूपं निष्पन्नं भवति, सर्वं प्रथमं निच् विधानं करणीयं, तदनन्तरमेव अन्यानि कार्याणि करणीयम्. उदाहरणं तदा चो पाटि प्रत्ययोगः निच् पाटि भवति, तदनन्तरं यक् प्रत्ययः योजनीयं भावकर्मणप्रियं सर्वप्रथमं निच् करणीयम्. महोदय कुत्र अस्ति? महोदय द्वितीयकरपत्रं यत् करपत्रं मया प्रेषितं महोदय तत्र नास्ति, तदनन्तरं करपत्रम् अस्ति खलु. आम् आम् द्विविधेदा कुत्र अस्ति? तत्र सनाद्यन्ता धातवः इति सूत्रमस्ति खलु, तदनन्तरं समाप्तम् अस्ति महोदय. भवानेव अग्रे पठति किम् अस्यां दशायाम् इति? धन्यवादः. अस्यां दशायां नेरनिटि इत्यनेन यस्य अर्धधातुकप्रत्ययस्य विडाहमो नास्ति त तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. यक् प्रत्ययः हलादिः नास्ति इति कारणतः तस्य इडाः न कदापि भवति. अनेन चुरादिगणे प्रदा प्रेरणार्थे निचि च कश्चन निजन्धधातुः अस्ति चेत् भाववाचके कर्मवाचके च सार्वधातुके यक् इत्यनेन यक् विधीयते, तदा नैर्निटि इत्यनेन निचः लोपो भवति. अत्र किं दत्तम् इत्युक्ते नैर्निटि इति सूत्रम् आददात्तुकप्रत्यये इडाम् नास्ति चेत् तत्र निचिप्रत्ययः लोपः. यक् प्रत्यय किमर्थं लोपो भवति इत्युक्ते यक् प्रत्ययः यजादिः वलि नास्ति, अतः इडाहम नास्ति, इडाहम न भवितुम् अर्हति. अतः एव चुरादिगणे यक् प्रत्यय पूर्वं इडाहम नास्ति इति अर्थेन निच् प्रत्ययः लोपो भवति महोदय नेरनिटि इति सूत्रेण. श्लोकसेना लोम त्वच वर्म वर्णचूर्ण चुरादिभ्य निच् इत्यनेन चुरादिगणे निच् प्रत्ययः विधीयते स्वार्थे. चुर्योः निच् चौरि, सार्वधातुक यक् इत्यनेन भाववाचके कर्मवाचके च यक् चौरि यक् नैरणिति इत्यनेन निचः लोपः. चोर् योः यक् चौर्य चौर्ययोः ते चौर्यते. इदानीं चुर् धातुः सत्यभामभाषाचुरादिभ्यः निच् इति सूत्रेण स्वार्थे भवति. अतः धातु चुर् योः निच् चौरी इति चौरी धातोः चौरी इति सनादन्तदातवः सार्धधातुके यक् भाववाचक इति सूत्रेण अत्र यक् प्रत्ययः आदेशः नेरनिति इत्यनेन यक् प्रत्ययः वलादि नास्ति इडाहम नास्ति अतः निच् लोपो भवति. अतः चौर्य अनन्तरं कर्मवाचके ते प्रत्ययः योजयित्वा चौर्यते इति रूपं भवति महोदय अन्तिमरूपं. धन्यवादः. प्रश्नः नास्ति खलु? पुष्पा भगिनी अग्रे कृपया पठति किं भगिनि. आं भगिनि, नेरनिति इति सूत्रम् एकनिमिषं किम् एकनिमिषम् सरला भगिनी, गते सप्ताहे मङ्गलवासरे कियत्पर्यन्तं पठितवन्तः इति अपि कृपया वदतु भगिनि. वयं भगिनी अस्मि नेरनिति यस्य आर्धधातुक प्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. अत्र नि इत्यस्य अनुबन्धरहितत्वात् निच् निङ् निच् द्वयोः ग्रहणम् उभयत्र इत्येव अविशिष्यते. नेः षष्ट्यन्तम् अनिति सप्तम्यन्तं द्विपदमिदं सूत्रम् अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आर्धधातुके इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं नेः लोपः अनिति आर्धधातुके अष्ट. अत्र नेरणिति इति सूत्रेण किं वदति इति एतद् वदति आर्धधातुकप्रत्ययस्य इडागमः नास्ति यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपः भवति. अत्र नि इति वदनेन निङ् निच् द्वयोः द्वयोः प्रत्ययस्य ग्रहणम् अस्ति, उभयत्र इ एव अवशिष्यते. अत्र नेः नेरनिति नेहे अनिति इति, नेहे षष्ठ्यन्तम्, अनिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्. अत्र अनिट् इति वदति, अनिट् अनिट् हा अस्तु. अतो लोपः इत्यस्मात् लोपः लोपः इत्यस्य अनुवृत्ति आगच्छति. आर्धधातुके इत्यस्य अधिकारः अत्र अनुवृत्तिसहितसूत्रम् अस् वदति. नेः लोपः अनिति आर्धधातुके, कोऽपि आर्धधातुके प्रत्ययः अस्ति चेत् तत्र नेः नकारः लोपः भवति इति. नेः इत्युक्ते इत्युक्ते नी इति अर्थः, नी हा नी इति अत्र नी तु नेः लोपः भवति इति इति वदति. परन्तु ई एव तिष्ठति आर्धधातुके, अनिट् अनिट् अस्ति चेत् तत्रैव, परन्तु ई एव तिष्यते अवशिष्यते तत्र. ई एव तिष्ठति. अस्तु भगिनि, परे वद पठामि. एवमेव कथायोगः णिच् अतो लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुके प्रत्यये परे. कत् योगः णिच् अत उपधायाः इत्यनेन उपधायाः स्थितस्य अतः वृद्धिः निति निति प्रत्यये परे भवति भवति स्म. अचः परस्मिन् पूर्वविधौ इत्यनेन परन्निमित्तक निमित्तकः अजादेशः स्थानिवत् भवति. पूर्वविधौ वन् सेकेण्ड् ऐल् मूव् पूर्वविधौ ऐम् सोरि Sorry, I'm going to, I have to get out of here. Give me a second, I'll pull the plug out. Because I have to pull out the plug, that's why. I want to be able to explain this, because yesterday, Srividya Bhagini, you know, she explained it. I want to be able to explain this. Purva vidhav kartavye kat dhatoho antya lopah at इव दृश्यते. अन्त्यः लोपः अत् इव दृश्यते. अतः उपधायाः इति सूत्रेण कथा दृश्यते. अथ उपधायाः इति सूत्रेण कथा दृश्यते इति कारणतः उपधायाम् अधुना थकारः वर्तते. थकारः वर्तते अस्तु. अतः वृद्धिः न भवति. कति सार्वधातुके यक् इत्यनेन भाववाचके कर्मवाचके च यक्, कति योगः यक्, नेरनिति इत्यनेन निच् निचः लोपः. अत्र कत् कत्येव तिष्ठति, कथि न कत्येव तिष्ठति. कत् योगः यक् कत्य इति कत्य इति कत्य कत्य कत्ययोगः ते कथ्यते. अत्र कथम् किम् आयति आगच्छति इति वदनेन कथा इति अङ्गं नास्ति. कत् कत् दातु दातु न कत् दातु अत्र कथा इति धातुः. कथायोगः णिच् प्रेरणाते प्रेरणाते णिच् अत्र अथो लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्वः तत्तु कथे कत् आगच्छति. ह्रस्व अकारलोपः भवति तथैव आर्धधातुके प्रत्यये परे तत् णिच् णिच् अस्ति चेत् कत् एव तिष्ठति. अत्र अत उपधायाः इत्यनेन उपधायां स्थितस्य अतः तत्तु तद् वृद्धि निति निति प्रत्ययपरे भवति स्म, परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तकः अजादेशः स्थानिवत् भवति. परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तकः अजादेशः तत्तु तकारस्य पूर्वविधौ स्थानिवत् भवति अजादेशः भवति. पूर्वविधौ कर्तव्ये कत् धातोः अन्त्यः लोपः तत्तु तकारस्य अकारः लोपः भवति अत उपधायाः इत्यनेन. कथा दृश्यते इति कारणतः उपधायाः अधुना तकारः वर्तते. अत्र अस्ति त अस्ति, अतः वृद्धिः न भवति. तथैव कथि इति अङ्गम् आगच्छति, परन्तु सार्वधातुके यक् इत्यनेन भाववाचके कर्मवाचके च यक् आगच्छति. नेरनिति कार्यं करोति, कथियोगः यक् नेरनिति कार्यं करोति इत्यनेन निचः लोपः तत्तु कति यत्र इकारः अस्ति चेत् तत् लोपः भवति. तथैव कत्येव तिष्ठति, कत् योगः यत् कथ्यते इति आगच्छति. धन्यवादः भगिनि. अदन्तम् अङ्गम् अस्ति. एकवारम् अहमपि वदामि, प्रश्नाः सन्ति चेत् पृच्छन्ति जनाः. तर्हि पुनः वदामि, अत्र कथ इति अन्ते तु खत् इति नास्ति, किन्तु कथ इति धातुः अस्ति. तर्हि तादृशधातोः यदि परे अत्र किम् इत्युक्ते, यदि कथ इति चुरादिगणीयधातुः अस्ति, तर्हि चुरादिगणे अपि स्वार्थे पश्यामः चेदपि समानसोपानं प्रक्रिया, अनन्तरं यदि प्रेरणाते पश्यामः चेदपि समानप्रक्रिया वर्तते. तर्हि अत्र कथयोगः णिच् इत्यस्मिन् अत्र प्रथमं तु अकारस्य अतो लोपः इत्यनेन लोपः भवति, अन्तिम अकारस्य लोपः भवति. तर्हि कत् इति भवति प्रथमं धातुः. तर्हि कत् योगः णिच् इति स्थितौ अधुना अथोपदाया इत्यस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः भवति वा इति द्रष्टव्या. अत्र किं भवति, अतोपदाय इत्यनेन खात इति भवति स्म, किन्तु तथा न भवति. किमर्थम् इत्युक्ते अचः परस्मिन् पूर्वविधौ इति सूत्रेण किं भवति, परनिमित्तिकः अजादेशः इत्युक्ते अत्र अकारस्य स्थाने कथ इत्यस्मिन् अन्तिम अकारस्य स्थाने लोपादेशः सञ्जातः, सः लोपादेशः स्थानिवत् भवति. इत्युक्ते सः लोपादेशः अकारवत् भवति. कदा भवति, पूर्वविधौ कर्तव्ये. यत्किमपि सूत्रम् आगत्य पूर्वं यत्किमपि अत्र अत्र तकारस्य लोपस्य अकारस्य स्थाने तकारः सञ्जातः, तस्मात् पूर्वं यदि किमपि विधिकार्यम् आगत्य कार्यं कर्तुम् इच्छति चेत् तादृशसूत्रस्य दृष्ट्या तादृशसूत्रं किं पश्यति, केवलम् अकारमेव पश्यति, स्थानिमेव पश्यति, किन्तु लोपं न पश्यति. इति कृत्वा अचः परस्मिन् पूर्वविधौ इत्यनेन किं भवति, अधुना अत उपादायः इति सूत्रस्य दृष्ट्या अधुनापि अकारः अस्ति, लोपं न पश्यति, अकारमेव पश्यति. यदि अकारं पश्यति चेत् उपधावर्णः तकारः अस्ति इति कृत्वा अत्र दीर्घत्वं न भवति. इत्यनेन किं भवति, दीर्घत्वं न भवति, तर्हि क्षम्यतां, वृद्धिः न भवति. इति कृत्वा कथयोगः णिच् इति स्थितौ केवलं वर्णमेलनं भवति, कति इति नूतनधातुः सनाद्यन्तदातवः इत्यनेन, तर्हि निजन्तदातुः अस्ति. तर्हि कतियोगः यक् प्रत्ययः यत्र भवति तदा नेरणिति इत्यनेन णिच् इत्यस्य लोपं भूत्वा अत्र इकारस्य लोपः भवति. तर्हि कत् योगः यक् कथ्यते इति रूपं प्राप्नुमः. अत्र तु एतदेव अस्माभिः अत उपादायपर्यन्तम् एव किमस्ति अस्माकम् अत्र पूर्वं यत् चर्चितम् आसीत् सुरादिगणस्य कृते तदेव विषयः अस्ति. अस्तु अग्रे पश्यामः. पट्टधातोः विषये पुनः तदेव उक्तमस्ति. अधुना प्रेरणार्थक निचागति चेत् का स्थितिः इति प्रेरणार्थकम् उपयुज्य अत्र उदाहरणम् अन्यत् अस्ति. पश्यामः. रामप्रिया भगिनी कृपया पठति. महोदय एकः प्रश्नः अस्ति अत्र. सामान्यतया अधोपदायाः हलन्तधातूनाम् एव प्रयुजितवन्तः, परन्तु अत्र अजन्तधातु कथ इति धातुवेन अजन्तधातोः अजन्तधातुः हलन्तः भवति खलु. अत लोपः इति कार्यं करोति चेत् अजन्तधातुः हलन्तं भवति, अन्तिमकारस्य लोपः भवति, तदा तु हलन्तं भवति. तर्हि प्रसक्तिः प्राप्ति वा इति एव द्रष्टव्यं. किन्तु आगत्य कार्यं कर्तुम् इच्छति किन्तु प्राप्तिः न भवति. किमर्थम् अचः परस्मिन् पूर्वविधौ आगत्य तत्र अकारः वत् लोपः अपि अकारवत् अकारवत् दृश्यते अत लो अतोपदायाः इति सूत्रस्य कृते. भवान् यत् उक्तवान् तदेव सत्यं. हलन्तधातूनामेव भवति. किमर्थम् इत्युक्ते हलन्तधातूनामेव उपदावर्णः भवति. अत्र उपदावर्णः आकारः अस्ति चेत् तत्र दीर्घत्वं भवति. किन्तु अत्र किं भवति, आदौ अजन्त अकारः अन्ते आसीत् इति कृत्वा अत्र लोपः सञ्जातः. तर्हि लोपः तु अकारवत् दृश्यते अतोपदायः इति सूत्रस्य कृते, अचः परस्मिन् पूर्वविधौ इति सूत्रे. भगिनी वर्गे महोदय अल्बुद्धि पुनः स्थापितवान्. अत्र कृतेपि अल्विदिक् कार्यम् अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रम् अवगम्य कथं न कार्यं करोति तत् पुनः चर्चितवान्. तदेव अहम् उक्तवती खलु झटिति शीघ्रम् उक्तवती. यदि पुनः वक्तव्यं चेत् कृपया वदन्तु. सरला भगिनि वदतु. सरला भगिनि भगिनी वक्तुमिच्छति. रामप्रिया भगिनी सरला भगिनी वक्तुमिच्छन्ति विषतः चेत् कृपया वदतु. अहं प्रज्ञां करोमि भगिनि. स्थानीवत् कथं न भवति अत्र, तस्य सूत्रस्य कथं प्रसक्तिः नास्ति. स्थानीवत् आदेशो अल्बुद्धि तस्य सोपानं त्रीणि सोपानानि तत्र भवन्ति. प्रथमसोपानानि यत् सोपानम् अस्ति यत्र स्थानी अस्ति, यदि स्थानी यत्र कथ इति धातोः अकार अन्ते यत् अस्ति तत् अस्ति स्थानी. तत् कार्यं भवति अतो लोप अनेन, तत् कार्यं भवति लोपकार्य अकारस्य लोप भवति. इदानीं द्वितीयकार्यम् अत् उपधाय इति आगत्य तत्र भवति स्म कार्यं काथी इति भवति, किन्तु तत् अनिष्टं रूपम् अस्ति. इदानीं स्थानीवद्भावः यदि वयं स्वीकुर्मः तत्र स्थानीवद्भावः किं भवति, यद् अल्विद्धि अस्ति वा न अस्ति. अल्विद्धि इत्युक्ते किं, यत् पूर्वसूत्रस्य कस्यचित् स्थानिनः परिवर्तनं जातः, तत् स्वभावगुण इति यदि आदेशे अपि अध्यारोपमाय अध्यारोप्यते इति द्वितीयसूत्र यदि स्थानिवत् इति स्थानिवत् तस्य तत् भिन्नं सूत्रमस्ति भगिनि. स्थानिवत् आदेशो अनल्विदौ इति भिन्नं सूत्रमस्ति. तत् वर्गे चिन्तवत् कथं कार्यं न करोति परस्मन् पूर्वविदो. महोदयस्य वर्गे चर्चा जाता अस्माकं विवक्षा अधुना अस्ति अतः परस्मिन् पूर्वविधौ इति खलु. परन्तु महोदय इति प्रश्न कृतवान् नास्ति चेत् अत्र महोदयस्य वर्गं भिन्नम् अस्ति भगिनि. अस्तु सातु अच परस्मिन् अथ पूर्वविदो इति सूत्रेण यथा अत उपधाय यदि आगच्छति तत्र अनिष्टं कार्यम् आप्नुमः. सो इदानीम् अस्माकं विवक्षा अस्ति कथ इति तत्र स्थानिवत् यदि भवति अच परस्मिन् पूर्वविधौ इति यत् अच् आदेशः भवति स्थानिवत् आगत्य तत्र स्थानिवत् तिष्ठति पूर्वविधौ यथा भवती उक्तवती यदि लोप भवेत् तस्य द्वितीय सूत्रम् अतो उपधाया आगत्य यदि कार्यं कर्तुम् इच्छति तत्र किं भवति ककार अकार थकार थकारस्य यदि भवेत् तत्र अकार इति उपधायां भवति तत्र कार्यं भवति इति अस्ति पूर्व देश विधि तत्र भवति विधि इत्युक्ते यत्र कार्यं भवति विधि कार्यम् अस्ति वृद्धिः अस्ति अत्र तो तत् अस्ति पूर्वविधौ इति सूत्रस्य अर्थम् आगच्छति तत्र परस्मिन् इति यत्ते यत् पर थकारस्य उत्तर यत् अकारः अस्ति तत् अस्ति परस्मिन् तस्य निमित्तं तु अस्माकम् उद्देशः अस्ति काचि इति न भवेत् अतः अचः परस्मिन् पूर्वविधौ इति सूत्रेण अच् आदेश स्थानिवत् भवति तत्र यत् पूर्वं लोप अभवत् अतो लोपनेन सो लोपे अत्वम् इति अध्यारोपते यदि अध्यारोपते स्थानिवत् भवति तत् अच परस्मिन् पूर्वविधौ इति आगत्य अतोपधाया कार्यं शास्त्रीयकार्यं नास्ति निषेधः भवति किन्तु अस्मिन् सूत्रे कार्यं शास्त्रीय भवेत् वा अशास्त्रीय भवेत् इति कोऽपि नियमः नास्ति अतः अच परस्मिन् पूर्वविधौ इति कार्यं करोति सो अकारस्य स्थानिवत् भवति अकार अतः उपधाय तस्य कार्यस्य निषेधं भवति सो कथ एव दृश्यते इदानीं तदनन्तरं यक् आगच्छ आगच्छति सो कथि इति भवति तत्र धन्यवादः भगिनि अत्र दिशद्वयं वर्तते अकारस्य स्थाने किमपि आदेशः स्यात् प्रथमसूत्रे अनन्तरं सः आदेशः परनिमित्तिकः आदेशः अपि स्यात् इत्युक्ते प्रथमसूत्रस्य निमित्तं परनिमित्तं भवतु परे निमित्तम् अस्ति इति उदाहरणार्थम् अत्र निश्चिति कथ इत्यस्मात् परे आगच्छति इति कृत्वा परनिमित्तिक आदेशः अस्ति अनन्तरं द्वितीयकार्यमस्ति विशिष्टकार्यमस्ति अत्र पूर्वविधौ कर्तव्ये इति पूर्वविधौ कर्तव्ये इति विषयसप्तमी अस्ति द्वितीयसूत्रम् आगत्य यत्र लोपादेशः सञ्जातः तस्मात् पूर्वं कार्यं कर्तुमिच्छति इति कृत्वा पूर्वविधिः इति वदामः वयं तर्हि तादृशसन्दर्भे एव आचः यत् अजादेशः जातः सः अजादेशः स्थानिवद् भवति इति अस्तु भगिनि नो चेत् न भवति यदि परविधिः अस्ति परविधौ कर्तव्ये तु न कार्यं न भवति अनन्तरम् अजादेशः अपि पर पूर्वनिमित्तम् अजादेशः आसीत् चेत् अपि अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति विषयत्रयम् आवश्यकं भवति अस्य कृते अचः आदेशः भवतु अचुवर्णस्य किमपि आदेशः अजादेशः इति प्रथमनियमः द्वितीयनियमः परनिमित्तिक अजादेशः तृतीयनियमः अस्ति पूर्वविधिः आगत्य कार्यं कर्तुं यदा इच्छति इत्युक्ते तत्र विषयसप्तमी अस्ति तर्हि तादृशसन्दर्भे अजादेशः स्थानिवद् भवति इति पूर्वं यत् वर्णम् आसीत् तत् स्थानीयता आसीत् तदेव भवति धन्यवादः भगिनि रामप्रिया भगिनी अग्रे कृपया आं भगिनि पट् इति धातुः हेतुमति च इत्यनेन प्रेरणार्थे धातोः निच् पट् योगः इ अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः ङिति प्रत्यये परे पाटी सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा पाटी सार्वधातुके यक् इत्यनेन भाववाचके कर्मवाचके च यक् पाटी योगः यक् नेरनिटि इत्यनेन निचः लोपः पाट् योगः यक् पाठ्य पाठ्ययोगः ते पाठ्यते अत्र किं भवति हेतुमति च इत्यनेन पट् धातोः निच् विधीयते इत्युक्ते प्रेरणार्थे अतः पट् योगः इदानीम् अत उपधायाः इत्यस्य कार्यं भवति उपधायाम् अकारः तस्य वृद्धिः भवति ङिति ङिति प्रत्यये परे, अतः पाटि नूतनधातुः निष्पन्नः स्थनाद्यन्तदातवः इत्यनेन धातुसंज्ञा. इदानीं भाववाचके कर्मवाचके च यक्, अतः पाटी योगः यक्. अस्माकं नेरङिटि इति सूत्रस्य प्रसक्तिः अत्र, निच्छः लोपः भवति, अतः पाट् योगः यक् पाट्य पाठ्यते इति रूपम्. अग्रिमपङ्क्ति धा योगः णिच् अर्तिह्री ली ली रीक् नुयिष्मायि यातां पुङ्णौ इत्यनेन आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्यये परे. दा योगः पुक् योगः ई, दा योगः पकारः योगः ई, दापि सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा, दापि सार्वधातुके यक् इत्यनेन भाववाचके कर्मवाचके च यक्, दापि योगः यक् नेरङिति इत्यनेन निचः लोपः, दाप्य दाप्य योगः ते दाप्यते. अत्रापि धा इति धातुः स्वीकुर्मः, तत्र धा योगः निच् तत्र तु अस्माकं आकारान्तधातुः अस्ति इति कृत्वा पुक् आगमः भवति निच् प्रत्यये परे. अतः धा योगः पुक् योगः ई, तत्र पकारः अवशिष्यते हलन्त्यम् इत्यनेन ककारस्य संज्ञा, तस्य लोपः, अतः धापि इति सनाद्यन्तधातुः नूतधातुसंज्ञा, सार्वधातुके यक् भाववाचके कर्मवाचके च यक् दापि योगः यक्, पुनः नेरनिटि इति सूत्रस्य प्रसक्तिः, निचः लोपः भूत्वा दाप्यथे इति रूपम् आगच्छति. धन्यवादः भगिनि. तर्हि यत्र नूतनधातुं सनाद्यन्तदातवः नूतनधातुं प्राप्नुमः तावत्पर्यन्तं प्रक्रिया समाना. तदनन्तरं सामान्यतया पश्यामः चेत् यत्र निजन्त यत्र प्रेरणार्थे निच् इति पठितवन्तः, तत्र तु कर्तरि शप् तिङ् प्रत्ययः विद्यते, अनन्तरं कर्तरि शप् इति आगत्य मध्ये तिष्ठति. अत्र तु वयं कर्मणि भावे इति पश्यामः इति कृत्वा अत्र तद्विना भवति, किन्तु तस्य तद्विहाय सर्वधारुधातुके यक् इति मध्ये आगच्छति, अनन्तरं तिङ् प्रत्ययः अपि आगच्छति. अस्तु, तस्मिन् स्थित्याम् अत्र नेरङिति इत्यस्य कार्यम् इति स्मर्तव्यं. धन्यवादः भगिनि. अग्रे पुनः राम अरुणा भगिनी कृपया वैपाणि इति. आं भगिनि, पैपाणि पै योगः निच् आदेश उपदेशे अशिति इत्यनेन उपदेशे एदन्तस्य धातोः आत्मं न तु शिति पायोगः निच् साह्वायवपां यक् इत्यनेन शो छो स्तो फे वे वाय् पाय् इत्येषां धातूनां यक् आगमः भवति निच् पदे. पायोगः युक् निच् पायोगः यः यक् योग यि पायि सार्वधातुके यक् इत्यनेन भाववाचके कर्मवाचके च यक् पाये यक् पाय पाय पायते इति. फै धातु अर्थः पाने फै योग निच् योगसमये आदेश उपदेशे शिति इति सूत्रेण निच् प्रत्ययः शित् नास्ति, ततः एजन्तधातोः आत्मम् आदेशः भवति, ततः पै पा भवति पायोः निच् साक्षासहाव्यावोपाम् इति इति सूत्रेण दातवः शो चो शो हे वे वे पा इत्येषां धातूनां युक् आगमः भवति निच् पदे. ततः पा योगः युक् योगः निच् ककार हलन्तमिति सूत्रेण संज्ञा भवति, लोपः भवति, पाय् योगः अवशिष्यते, पाय् योगः पाय् इति नूतनधातुः सार्वधातुके यक् समितं पाय् धातु सार्वधातुके यक् इत्यनेन भाववाचकर्मवाचक यक् आगच्छति, पायि योगः यक् पाय इकार किमर्थं लोप भवति भगिनि? अत्र नेरनिति इत्यनेन भगिनि? ओ नेरनिति इकारः तु निच् अस्ति खलु, निच् इत्यस्य इकारः अस्ति इति कृत्वा यक् प्रत्ययः अत्र बलि नास्ति खलु, आर्तधातुकस्य इडुवलादेः इत्यनेन बलादि नास्ति, अतः इडागमः नास्ति इति कृत्वा अनिट् प्रत्ययः अस्ति. नेर् अनिति इत्यनेन नेरनिति सूत्रेण पाय आर् पायते इति रूपं निष्पन्नं भवति. अग्रे अपि नीधातुः नीधातुः युवनिच् अचूनिनिति इति सूत्रेण अजन्त अङ्गस्य अन्त्यवर्ण्यस्य बुद्धिः भवति नित्ति निति परे, ततः नी योगनिच् अवशिष्यते बुद्धिः भवति नायि नायि इति रूपम् आगच्छति, नायि नायिते रूपं निष्पन्नं. अस्तु भगिनि, किम् इत्युक्ते स्मर्तव्यम् इत्युक्ते प्रथममेव वयं नेरनिति इत्यनेन लोपं न कुर्मः. प्रथमं तु यत्र वृद्धिकार्यं वा पुकागमः युकागमः तादृशकार्याणि सर्वाणि कृत्वा अनन्तरं वयम् अन्तिमसोपाने निच्छस्यत् इत्यस्य लोपं कुर्मः इति. अस्तु, किमर्थं तथा इति अग्रे उक्तमस्ति. सामान्यतया वयं पठितवन्तः खलु यत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति पूर्वम् अस्माभिः पठितम् आसीत्, तद् तु अनन्तरं महोदय उक्तवान् तादृश किमस्ति वार्तिकं वा सूत्रं वा नास्ति, तद् न मन्तव्यम् इति उक्तवान्, किन्तु तथा कार्यं न भवति, नीलोपः भवति इति कृत्वा गुणकार्यं न भवति इति नास्ति, तस्य कृते अग्रे उक्तवान् इति मन्ये. पठामः. धन्यवादः भगिनि. मणिमहोदय अग्रे वदतु महोदय. लिक् धातुः लिक् योः निच् पूर्णलघुपदस्य च इत्यनेन लघुपदस्य कः गुणः सार्वधातुके आधातुके च प्रत्ययपरे लेखि अनन्तरं लिक् धातुः पूर्णलभ्यसूत्रेण एकादस्य गुणः भवति, अतः अत्र लेखि इति भवति. अनन्तरं लेखि योः यक् योः ते अत्र यक् प्रत्ययः बलादिः नास्ति, अतः नेरनिति सूत्रं कार्यं करोति. इकः लेखि इत्यस्य इकः लोपो निच् भव लोपो निचः लोपः, अतः लेक् एव तिष्ठति. अनन्तरं यक् ते लेखेते इति रूपं भवति महोदय अत्र. अनन्तरं अस्तु महोदय, भूतवती पठामि वा? एकनिमिषं महोदय, अत्र मम अत्र अस्ति लिख्यते इति सामान्य कर्मणि रूपं, किन्तु यत्र प्रेरणार्थकः अस्ति चेत् लेख्यते इति खलु, तादृशं भेदः वर्तते. अनन्तरं तथा एव स्वार्थे यत्र वयं स्वार्थे अस्ति चेत् कर्मणि तु नीयते, यत्र प्रेरणार्थके अस्ति नायते इति. अस्तु महोदय. महोदय किं वदतु पुनः वदतु, नै दातु स्वार्थे नी धातोः कृते स्वार्थे अस्ति चेत् केवलं नियोगः यक् योगः ते तर्हि नीयते इति रूपम् आचरणीति न कार्यं करोति. ह्रस्व ह्रस्व महोदय धातु दीर्घनीय दीर्घनीय एव नीयते नयति इति अस्ति नी धातुः. वयं पूर्वतने करपत्रे दृष्टवन्तः खलु स्वार्थे ईकारान्तधातूनां का स्थितिः इति, इति भवति स्म, किन्तु केवलं पुनः ईकारः एव भवति इति कृत्वा रूपभेदः नास्ति, तर्हि नियोगः ययोगः ते नीयते इति रूपं स्वार्थे अस्ति चेत्. अत्र प्रेरणार्थकधातूनां पठामः खलु, तर्हि तस्य तु नायते इति रूपम्, अनन्तरं लेख्यते इति लिख्यते इति स्वार्थे, लेख्यते इति प्रेरणार्थकभावकर्मणोः कर्मणि लेख्यते इति. इत्युक्ते वाक्यरूपेण वदामः चेत् एकम् उदाहरणं वदामः किं महोदय, अत्र लिख्यते लेख्यते उभयोः अपि लिख्यते वा मया पाठः लिख्यते मया गृहपाठः लिख्यते अध्यापकेन मया गृहपाठः लेख्यते इति किम् साधके सरला भगिनी रामप्रिया भगिनी द्वितीयवाक्यं पुनः वदतु भगिनि अध्यापकेन प्रथममासीत् स्वार्थे कर्मणि रूपं तर्हि मया गृहपाठः लिख्यते मया गृहपाठः लिख्यते इति समीचीनम् अनन्तरं प्रेरणार्थकनिच्छत्र भवति स्वार्थ प्रथमम् अहं कर्तृप्रयोगे वदामि अध्यापकेन अहं गृहपाठं लिखामि इति खलु लेखयति अध्यापकः मां गृहपाठं लेखयति इति खलु तदा भवति खलु अध्यापकः मां गृहपाठं लेखयति अत्र भवति तर्हि कर्मणि प्रयोगे वक्ष्यामि चेत् गृहपाठं लेखयति इति भवति किन्तु तत्र लिख् धातोः अत्र कथम् अध्यापकः मया गृहपाठं लेखयति इति किम् एवं वदामि आशयं भवति तद् न वदामि अन्यत् वदामि अस्तु किमस्ति धनिकेन सेव धनिकेन सेवकः गृहकार्यं कारयति कारयति तर्हि यत्र स्वार्थे अत्र कर्मणि भवति चेत् धनिकेन सेवकेन पुनः सेवकेन इति भवति खलु सेवकेन गृहकार्यं कार्यते इति गृहकार्यम् इति खलु भगिनि कार्यः इति पुल्लिङ्ग न कार्यमेव किल यदि कर्मणि भवति तत्र प्रथमाविभक्तिः आगच्छति तत्र ञत्प्रत्ययः अस्ति भगिनि कार्यम् इति ञत्प्रत्ययः ण्यत् प्रत्यय अस्ति चेत् अपि कार्यः तत्र कार्यमिति नपुंसकलिङ्गशब्दम् अस्ति नपुंसकलिङ्ग तकारः अस्ति तत् न ण्यत् न न इति मन्ये पश्यामः अग्रे अत्र भूधातोः कः वदति रामप्रिया भगिनी भवति वदति किं भगिनि भूधातोः अस्तु भूयोगः निच्छिति इदानीं तत्रापि अस्माकं प्रथमं निच्छिति किल ततः हेतुमति च एव चुरादित्या नास्ति हेतुमति च इत्यनेन निच्छिद्यते तत्र अस्तु भूयोगः निच् भूयोगः इ इति आगच्छति भूयोगः निच् इत्युक्ते भूयोगः इ आददातुकप्रत्ययः अतः गुणः भवति भूयोगः इ देन् अनन्तरं भूयोगः इ ओकारः इकारः एचोयवायावः भावियोगः इ भावि एव भावियोगः इ नास्ति क्षम्यता भावियोगः यक् इति इदानीं स्थितिः यक् सार्वधातुके यक् भावीयोगः यक् इत्युक्ते भावीयोगः य नेरनिटि इत्यनेन तत्र नीलोपः निचः लोपः भाव्यते इति रूपं वाक्यमपि वदति किं भगिनि भाव्यते किमपि वा महोदय महोदय अत्र अचनीति कार्यं न करोति वा भू इत्यस्य निश्चित्येव भावी इति भवति सत्यं भावी इति तु भौ इति भूत्वा भावी एषो एव समानमस्ति भगिनी इति उक्तं किन्तु भौ इति भवति सत्यं किं कृतवती मा भगिनी क्षम्यताम् अहं तु अहमपि गुण भवति वा बुद्धि भवति भगिनि अस्तु किञ्चित् वाक्यस्य अपि किञ्चित् प्रयोगस्यापि किञ्चित् परिशीलनं कुर्मः भगिनि स्वार्थे वदतु भगिनि कर्तरि कर्म स्वार्थे भावयति इति कर्तरि प्रयोगः भवति स्वार्थे स्वार्थे भवति सूर्योदयः ओ भवति एव ओ अस्तु सामान्यरूपं भवति इति अस्तु सूर्योदयः भवति सूर्योदयः भवति सूर्योदयः भवति भव्यते इति परन्तु इदानीं मिस् न आगच्छति किल भूयते भूयते सूर्योदयेन भूयते सूर्योदयेन भूयते अनन्तरं प्रेरणार्थे ईश्वरेण सूर्योदयः भावयति भाव्यते ईश्वरः सूर्योदय किम् ईश्वरेण सूर्योदयः भाव्यते इति किं यत्र कथा भवति कथं भवति भगिनि प्रेरणार्थे न न न ईश्वरः सूर्योदयं भावयति इति आगच्छति खलु ईश्वरः सूर्योदयं कर्मक भावप्रयोगः इदानीं किल प्रथमं प्रेरणार्थे कर्तरि पश्यामः ईश्वरः सूर्योदयं भावयति इति भावयति तर्हि तस्य कर्मणि भवति ईश्वरेण सूर्योदयं भाव्यते इति भवति अस्तु साधु खलु परन्तु अकर्मक इति उक्तवती किल अकर्मक चेत् भावप्रयोगः एव आगच्छति कर्म न भवति किल अत्र तु कर्मपदम् आगच्छति खलु प्रेरणार्थक यत्र भवति तत्र तु समीचीनं समीचीनम् अग्रिमं पश्यामः अग्रे कः वदिष्यति कस्य क्रमः आसीत् एक कोऽपि वक्तुमिच्छति चेत् कृतोः वाक्यानि अपि वक्तव्यानि कृपया अहं वदामि भगिनि अस्तु के धातु इति अजन्तधातु अस्ति विच् आगच्छति अधुना सोपानं न आवश्यकं भगिनि शीघ्रं सोपानम् उक्त्वा वाक्यस्य किञ्चित् किमर्थम् इत्युक्ते रूपनिर्माणं महोदयस्य वर्गेपि पुनः तदेव क्रियते खलु तदेव मास्तु किञ्चित् नूतनं वयम् अग्रे पश्यामः इति रूपं किं भवति इति वक्तुं शक्यते किं किं कार्यते इति भवति खलु कार्यते कार्य इति नूतन अथवा कार्यते इति कार्यति इकारलोपति तदनन्तरं यते कार्यते इति भवति ऋणार्थे आगच्छति यदि स्वार्थे अस्ति तदपि करोति इति अस्तु खलु स्वार्थे तु करोति इति कर्तृप्रयोगे कुम्भकारः घटं करोति करोति अस्तु कुम्भकारः तस्य कर्मणि किं भवति कर्मणि कुम्भकारः घटं करोति कुम्भकारेण घटः क्रियते उत्तमं भगिनि अस्तु अधुना वयं प्रेरणार्थे पश्यामः प्रेरणार्थे कुम्भकारेण घटं कारयति खलु धनिकः इति उक्तवती कुम्भकारेण इति प्रयोजककर्ता पिता भवति साधु धनिकः इति भवति धनिकः इति अत्र तु धनिकः नो चेत् स्वामी इति स्वीकुर्मः स्वामी अस्ति सुम्भी स्वामी कुम्भकारेण कुम्भकारेण कारयति इति कुम्भकारेण अत्र कुम्भ तृतीया आगच्छति कुम्भकारेण स्वामी प्रथमः भक्ति भवति कुम्भकारेण घटं घटस्य घटः भवति घटः न भवति तत्र तस्य स्वामी अस्ति घटं साधु साधु स्वामी भवति प्रथमाविभक्ति अस्तु घटं कारयति स्वामी कुम्भकारेण घटं कारयति अधुना कर्मणि प्रयोगे प्रेरणात्मककर्मणि स्वामिना कुम्भकारेण घटः कार्यते इति खलु स्वामिना कुम्भकारेण घटः कार्यते घटः कार्यते आम् अग्रे अपि पश्यामः चो छेदने निच् चो इत्यस्य कर्मणि किं भवति निचि रूपं किम् अस्ति प्रेरणातकनिच् रूपं छापि छापि आगच्छति अत्र सायि अत्र यत् भवति छायति इति भवति चाययति चायि इति तर्हि तस्य निजन्तम् अधुना रूपं किं कर्मणि रूपं किं चायते इति चायते इकारस्य चायि इति न नूतनधातुः इकारस्य लोपं भूत्वा चायते इति भवति मुख्य कर्मणि भावे चाययते अत्र प्रेरणार्थे चायते कर्मणि भावे चाययते प्रेरणार्थे निच् चायते द्वेया चाययति इति भवति कर्तरि तु चाययति इति निजन्तं चाययति प्रेरणा वाक्यमपि वदामः किम् अस्ति तक्षकः कर्तरि वदामः प्रथमं तक्षकः वृक्षं चिनति इति कर्तरि तस्य कर्मणि भवति किं भवति तक्षकेण वृक्षः छिद्यते चो इति छेदने अस्ति किम् अत्र छिद्यति पुनः अस्ति किम् अग्नि पुनः वदतु तक्षक तक्षकः प्रथमम् अहं चो धातोः एकनिमिषं भगिनी अत्र रूपं किं छेदने इति अस्ति चयति इति लतिरूपं तक्षकः वृक्षं चयति तक्षकः वृक्षं चयति इति कर्तरि स्वार्थे कर्तरि तस्य कर्मणि किं भवति खलु चो इत्यस्य यका अत्र तु प्रेरणार्थे एव यका गच्छति खलु चो इत्यस्य चा भवति चायते इति भवति चायते चायते इति भवति एजन्तानाम् आकारं तु प्राप्नोति खलु चायते इति अस्तु तदनन्तरम् अधुना वयं कर्मणि अधुना वयं प्रेरणार्थे पश्यामः गृहस्वामी भगिनी छायते एकमेव यकारः चा इति चो इत्यस्य चा इति भवति आकारान्तत्वं प्राप्नोति आदेशोपदेशे अस्ति इत्यनेन अनन्तरं यकारः यकप्रत्ययः ते इति चायते इति केवलं निजन्ते आगच्छति. अस्तु अस्तु, अधुना प्रेरणार्थकवाक्यं पश्यामः. गृहस्वामी तक्षकेन वृक्षं छाययति. किं गृहस्वामी तक्षकेन वृक्षं छाययति. अधुना तस्य कर्मणि रूपं भवति, कर्मणि वाक्यं भवति. गृहस्वामिना तक्षकेन वृक्षः छाय्यते. गृहस्वामी तक्षकेन वृक्षं छायति, तत्रापि एक यकार भवति. तत्र तु छाययति इति निजन्तरूपं खलु, कर्तरिनिजन्तरूपमस्ति. तत्र गृहस्वामी तक्षकेन वृक्षं छाययति. अनन्तरं गृहस्वामिना तक्षकेन वृक्षः छाय्यते. कस्मिन् गणे अस्ति भगिनि चो इति धातुः? चो इति धातुः किम् आसीत् भगिनि प्रश्नः? कस्मिन् गणे अस्ति इति. ओ, अत्र भगिनि अत्र दिवादिगणे इति उक्तमस्ति. दिवादिगणे यकारः अस्ति. अनन्तरं बद् धातुः, बद् योगः नीच् इति अस्ति. बद् प्रायः अस्माकं विवक्षायां बहुत्र आगच्छति इति मन्ये. अस्तु, प्रथमं तु कर्तरि पश्यामः. कर्तरि तु बालकः कथां वदति. बालकः कथां वदति. अनन्तरं बालकेन कथा उच्यते. कथा उच्यते, उद्यते, उद्यते, क्षम्यताम्, उद्यते इति भवति. अनन्तरं वदति इत्यस्य प्रेरणा बालकेन कथा उद्यते. उद्यते अनन्तरं प्रेरणार्थकरूपं किं वद् धातोः? बाधयति. तर्हि मातामही बालकेन कथां वादयति. मातामही बालकेन कथां वादयति. अस्तु, तस्य तु कर्मणि भवति मातामह्या बालकेन कथा वाद्यते इति. साधु, किम् अत्र तु किम् अस्ति अत उपादायाः इत्यनेन वृद्धिः भवति खलु, वाद्यते इति भवति. क्षिप्तदातोः कः कर्तुमिच्छति? पश्यामि भगिनि एकनिमिषं. तत्र तु क्षिपति इत्येव आगच्छति, पकारस्य लोपः तु नास्ति इति मन्ये, केवलम् औपदेशिक अवस्थायाम्. अत्र क्षिपधातुद्वयं वर्तते भगिनि, सूत्रो इति एव वयं स्वीकुर्मः. क्षिपति इति तत्र तु इप् इति एव अस्ति, क्षिपति इति. वर्गे द्वे कृतवन्तः, अकार अपि अकार विहाय अपि क्षिप्यति अपि क्षेप्यति. एकं वयम् अधुना एकं स्वीकृत्य महोदयस्य वर्गे उक्तवन्तः इति. एकनिमिषं भगिनि, अत्र एकं भगिनी वदति किं वाक्यं वदति किं कर्तृ कर्तृप्रयोगे किम् अस्ति? बालकः कन्दुकं क्षिप्य क्षिपति. क्षिपति बालकः कर्मणि कर्मणि भवति बालकेन कन्दुकं क्षिप्यते. उत्तमं भगिनि. अधुना प्रेरणार्थक नेनासक स्वामी जनकः बालकेन बालकेन कन्दुकं क्षेपयते क्षेपयति क्षेपयति क्षेपयति इति स्वार्थे आगच्छति स्वार्थे अधुना प्रेरणार्थे स्वार्थे क्षेपयति इति क्षम्यतां प्रेरणार्थककर्तरि क्षम्यतां प्रेरणार्थककर्तरि कर्तरि प्रेरणार्थे कियत् कर्तरि प्रेरणार्थे कर्मणि भवति जनकेन जनकः बालकेन न जनकेन इति भवति खलु कर्ता तु तृतीयविभक्त्या जनकेन बालकेन कन्दुकं क्षेप्य कन्दुकः क्षेप्यते इति सत्यं क्षिपि इति क्षेपि इति भवति क्षेप्यते अग्रे बुद्धिदातोः विषये कः वक्तुमिच्छति बुद्धियोगः कर्तरिप्रयोगे वदतु भगिनि साधुना भगिनी वदतु भगिनि बुद्धिदातोः बो किं भवति बुद्धि एकनिमिषं तत्र मम सामान्यतया बहु क्लेशाः भवन्ति बुद्धिदातोः विषये बुद्धिदातोः अवगमने इति बहवः दातवः बोधति इति सः पाठं बोधति बोधयति बोध्यते एकनिमिषं भगिनि सोपानेन गच्छामः कर्तरिप्रयोगे स्वार्थे कर्तरिप्रयोगे किं शिक्षकः शाकं पाठं बोधयति तथा नास्ति तत्तु प्रेरणार्थकमित्यस्ति बोधयति प्रेरणार्थकमित्यस्ति स्वार्थे विद्यार्थी पाठं बोधति बोधति इति प्रायः विद्यार्थी विषयं बोधति पाठं बोधति समीचीनं भगिनि तर्हि तस्य कर्म शिक्षकेन भवति स्वार्थे कर्मणि भवति विद्यार्थिना पाठः बोध्यते बुध्यते आम् विद्यार्थिना पाठः बुध्यते अधुना प्रेरणार्थके कर्तरि प्रेरणार्थे कर्तरि भवति शिक्षकः विद्यार्थिना कर्मणि गति बुद्धि प्रजातकि विद्यार्थिनं पाठं बोधयति बोधयति तत्र क्लेशः भवति बोधयति निचि बोधि इति नूतनधातुः अनन्तरं अत्र प्रेरणार्थे निच्य कर्मणि कर्तरि निजन्तं कर्तरि कर्तरि कर्तरि प्रेरणार्थे उक्तवन्तः कर्मणि इदानीं कर्मणि प्रेरणार्थे भवति शिक्षकेन विद्यार्थिना पुनः साधु विद्यार्थिनं पाठः बोध्यते उत्तमं भगिनि समीचीनं भगिनि धन्यवादः अग्रे अपि कृष्यधातोः विषये कृष्योगः निश्चिते अग्रे गच्छामः किं समयः अतीतः नो चेत् वक्तव्यं किं भगिनी अपि पठनीयम् आम् भगिनि तदपि पठितवन्तः खलु वयं वयं किं कुर्मः वयम् अग्रे पठामः एतत् समाप्य वयम् आगत्य कृष एद् गण इति त्रयाणां धातूनामपि वाक्यानि दृष्ट्वा वरमामः अद्य कः पठिष्यति भगिनी अत्र मणिमहोदय कृते पठति किं महोदय अत्र प्रश्नः उदेति सरलापणि पठति वा भवान् पठतु अत्र प्रश्नः उदेति भू योः निच् भावि योः यक् ते इति अवसरे नेरनिटि आकृतिसार्धातकयोः दीर्घः अनयोः द्वयोः युगपत् प्रसक्तिः अन्यत्र लब्धावासः च भवतः अकृतसार्वधातुके दीर्घः इति परसूत्रम् अधः तस्य प्राप्तिः भवेत् न तु नेर्निटि इत्यस्य परन्तु अत्र सार्वधातुको दीर्घः द्वयोः कथं वा उभयत्र प्रसक्तिः भवति अत्र तु अचोणिति इति एव कार्यं करोति खलु प्रथमम् अचोणिति इति कार्यं भवति भौ इति भवति तस्यैव प्रथमं कार्यं भवति खलु रूपं भवति न भूयोगः इति स्थितौ महोदय उक्तवान् भूयोगः णिच् इति ओ अस्तु अस्तु अवगच्छामि अत्र अत्र अवगच्छामि अत्र भावी दीर्घत्वं भवति नेरनिति इकारस्य लोपः भवति वा इति अत्र नेरनिति अपि कार्यं करोति इकारः लोपः भवितुम् अर्हति नेरनिति इति सूत्रेण परन्तु अकृतसारदातुदीर्घः भवति इति सूत्रेण दीर्घः इति सूत्रेण ईकारस्य दीर्घं भवितुम् अर्हति किमर्थं चेत् अजन्तदातु यक् प्रत्ययपरे भावी इति दीर्घं भावी इति दीर्घं भवितुम् अर्हति अकृतसारधातुको दीर्घः इति सूत्रेण किं परसूत्रम् अकृतसारधातुको इति सूत्रं परसूत्रम् अतः अकृतसारधातुको सूत्रं भवितुं कार्यं कर्तुम् अर्हति परन्तु अत्र नेर्निटि इति कार्यं करोति इति अत्र गतं किमर्थम् इति पर अग्रे पठामः नियलोपाव्यङ्गुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन यङ् यन् गुणः वृद्धिः दीर्घः इत्येषां कार्याणां निलोपेन अत् लोपेन सह युगपत् प्राप्तिः अवसरे पूर्वविप्रतिषेधः निलोपः अल्लोपः च बल्वन्दो भवतः इत्युक्तौ निलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेत् अपि तस्य बलं भवति इति अत्र वार्तिकमस्ति नी अत् लोपः भवति यङ् यन् गुन् वृद्धि दीर्घः इत्येषां कार्याणां नी अपि अत् अपि लोपः भवति इति भवति युगपत् भवति चेत् पूर्वप्रतिषेधं सदा सामान्यतया विप्रतिषेधे परं कार्यं करोति इति वार्तिकेन वा अथवा सूत्रेण वा अहं न जानामि कार्यं करोति परन्तु अत्र पूर्वविप्रतिषेधः इत्यस्य एव इत्यनेन पूर्वसूत्रमपि तत् कार्यमेव तदेव कार्यं करोति इति तत्र परन्तु अहं न जानामि महोदय अत्र निलोपः एव अस्ति परन्तु निलोपः अत् द्वौ अपि युगपत् लोपो भवति वा अत्र न नीलोपः वा अत् लोपः वा तादृश यत्किमपि उभयोः अपि समानस्थितिः इति नीलोपस्य तथा एव अस्तुलोपस्य अपि तथा एव स्थितिः इति कार्यम् उदाहरणार्थं वदामि नीलोपः वृद्धिकार्यं नो चेत् नीलोपः दीर्घत्वम् इति कार्यद्वयं युगपत् आगच्छति नो चेत् नीलोपः गुणकार्यं नीलोपः यण्णादेशः नीलोपः इयङ् आदेशः इति आगच्छति चेत् नीलोपस्य एव कार्यं फलवद् भवति तथा एव अत्तलोपः दीर्घत्वम् अत्तलोपः वृद्धिकार्यम् अत्तलोपः गुणकार्यम् अत्तलोपः यण्णादेशः अत्तलोपः इयङ् आदेशः इति तथा भवति चेदपि अत्तलोपः तस्यां स्थित्याम् अत्तलोपस्य प्रसक्तिः बलम् अधिकं भवति इति यद्यपि परसूत्रं भवतु तथापि पूर्वविप्रतिषेधेन पूर्वकार्यं चेदपि तस्य बलम् अधिकं भवति इति अतः निलोपः नेरिटि इति एव कार्यं करोति इति अत्र तस्य अर्थः महोदय धन्यवादः अस्तु वयं न कृतवन्तः वर्गे पठामि न चिन्ता भगिनि पठितुम् इच्छति चेत् कृपया पठतु अधुना मया अस्माभिः रूपाणि कर्तव्यानि अस्तु अस्तु रूपाणि कर्तुं कृष्य एद् गण इति इष्टाः खलु तेषां वयं रूपाणि वाक्यानि साधयामः तदर्थं वदामि अस्तु पठामि पूर्वं कृष् गुण कृत्वा अस्ति अत्र कृष् गुण कृत्वा कर्ष् कर्ष् इति मुद्रणदोषः अस्ति साधु गुणं कृत्वा कर्ष् तदा अत्र उपधाय ओननपर इत्यनो एकत्र प्राप्तिः अस्ति किं भवति चेत् अत्र उपधाय परसूत्रम् अपि तयोः अन्यत्र लब्धावकाशः अस्ति तदाधारेण यस्य बलं स्यात् किन्तु नैव तथा यतोहि रपरबलेन ऋकारस्य स्थाने गुणादेश अकारः भवति रपरत्वं न भवति ये चेत् ऋकारस्य स्थाने गुणादेशो न भवति एव अतः यद्यपि उनरपर इत्यस्य अपेक्षया अतः उपधाय परसूत्रम् अपि चतयोः अन्यत्राभ्यलब्धावकाशः अस्ति तत्रापि अत्र अत्रोपधाय इत्यस्य अत्र प्रसक्तिः एव नास्ति अत्रोपधाय इत्यनेन अहं न अवगच्छामि कृषि धातोः वयं गुणकार्यं प्रथमम् अतः उपधाय इत्यनेन गुणकार्यम् इति वदामः खलु तर्हि गुणवर्णः कः अदेङ्गुणः इति संज्ञासूत्रं वर्तते अत्र वदामि भगिनि तर्हि अत्र गन्धगोपदस्य न भवति वा कृष् तत्र निच् परे अस्ति क्षम्यतां भगिनि आतोपदायः इत्यनेन प्रथमं कुत्तु तेन एव पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति सत्यं प्रथमं पुगन्तलघुपदस्य इत्यनेन गुणः भवति किन्तु गुणविधायकं सूत्रमस्ति पुगन्तलघुपदस्य च किन्तु संज्ञासूत्रं वर्तते अदेङ्गुणः इति अनेन ऋकारस्य गुणवर्णः कः अकारः अस्ति खलु त्रयः गुणवर्णः सन्ति अकारः अस्ति एकारः ओकारः इति गुणवर्णः रेपः तु तत्र नास्ति तर्हि प्रथमं तु अकारः आगच्छति अस्तु तर्हि क इष्यति भवति अधुना तस्यां स्थितिं तदा उरण्परः इति आगत्य कर्षिति भवति स्म किन्तु तदानीमेव अतोपदायः इत्यस्य प्रसक्तिः अस्ति अधुना पश्यतु हलन्तधातुः अस्ति उपधाय मकारः अस्ति तर्हि काश् इति भवति स्म किमर्थम् अतोपदायः कार्यं करोति इत्यस्य विवरणम् किमित्युक्ते ऋकारस्य गुणः इति वदनेन वयं केवलम् अकारम् आनयामः चेत् तत्र गुणं कार्यं न समाप्तं भवति उरण्परः इति रेपस्य आगमनेन एव तत्र गुणकार्यस्य समाप्तिः भवति तावत्पर्यन्तं मूर्धन्यवर्णस्य एव तत्र उल्लेखनं नास्ति खलु अकारः तु मूर्धन्यकण्ठ्यवर्णः अस्ति मूर्धन्यवर्णः नास्ति ऋकारः मूर्धन्य तर्हि मूर्धन्यस्य स्थाने अन्यमूर्धन्यवर्णः नागच्छति चेत् कथं वा गुणकार्यं भूतम् इति सञ्जातम् इति न वक्तुं शक्यते खलु इति कृत्वा यत्र रेपः आगच्छति तथा एव गुणकार्यं गुणकार्यस्य समाप्तिः भवति यत्र रेपः आगच्छति तदनन्तरं तु अतोपदाय इत्यस्य प्रसक्तिः नास्ति तर्हि अतोपदाय इत्यस्य अपेक्षा उरण्परः इत्यस्य कार्यमेव भवति इति परकार्यं करोति न तु पूर्वविप्रतिषेधः भवति अत्र अपि. अत्र पूर्वविप्रतिषेधः इति किमपि सूत्रं नास्ति, किन्तु उरन्द्रपरः इति कार्यस्यैव बलेन, रेफस्य आगमनस्य बलेन इति गुणकार्यम् इत्युक्ते रेफा रेफस्य अर् इत्येव गुणकार्यं खलु, रेफः न आगच्छति गुणकार्यं समाप्तं नास्ति. अस्तु पश्यामः अधुना कृष् योगः, कृष् इति धातोः कर्तरि प्रयोगे स्वार्थे कर्तरि दास्यन्ति. कर्षकः क्षेत्रं कर्षति, कर्षकः क्षेत्रं कर्षति, कर्षकेन क्षेत्रं कर्षते, कृष्यते, कृष्यते इति कृष्यते, कृष्यते कृष्यते. कृष्यते अधुना निजन्तरूपं, निजन्तरूप भवति स्वामिनः, स्वामिनः कर्षकेन, स्वामी कर्षकेन तृतीया, तृतीया भवति साधु, कर्षकेन क्षेत्रं कर्ष्यते, कर्षयति. इदानीं भवति स्वामिना, स्वामिना कर्षकेन, कृषकेन कृषकेन गुणकार्यं कृतवती, क्षेत्रमेव भवति तद् पुस्तकं भवति, क्षेत्रं कर्ष्यते इदानीं, कर्ष्यते उत्तमं, कर्ष्यते. कः कर्तुम् इच्छति, अन्यः कर्तुम् इच्छति चेत् अणिमहोदय वक्तुम् इच्छति किं महोदय, एधते अर्थं किमस्ति, वर्धते, वर्धते, ओ वर्धते, बालकः एधते, शिशुः एदते, अधुना कर्मणि प्रयोगे शिशुना एद्यते. अधुना वयं यदि प्रेरणार्थकं वदामि चेत् कर्तृप्रयोगे माता शिशुं, औषधं खादितुं बालके एद्यते, माता एव, माता शिशुं एदयति इति खलु, अत्र एदयति इति भवति किं किं भवति, एदयति कथं कर्तरि अपि ते आत्मनेपदम् अस्ति, प्रेरणार्थे आत्मनेपदे न आगच्छति, विशिष्टताम् आत्मनेपदी भवन्ति किन्तु अत्र तु उदा लङ्घयते इति भवति लङ् धातोः, किन्तु अत्र तु लेदयति इति एव मन्ये, सामान्यतः तु ति इति एव वदति, निजन्तदातूनां ति इति एव माता शिशुं एदयति, मात्रा शिशु शिशुना शिशुः, मात्रा शिशुः, शिशुः एद्यते इति कर्मकदातदम्बरे वर्धते, अत्र शिशुः इति प्रथमाविभक्ति कर्मपदं प्रथमाविभक्तिं प्राप्नोति खलु, मात्रा शिशुः एद्यते इति भगिनि, एदते एद् दातु अकर्मकदातु न भगिनि, भावे प्रयोग भगिनि आम्, किन्तु अत्र निजं प्रेरणार्थकनिक्षेत्रं भवति तत्र तु कर्मपदं प्राप्नोति खलु, कर्मपदं भवति वा? माता शिशुं एदयति, मात्रा शिशुः एद्यते. क्षम्यतां भगिनी, रामप्रिया भगिनी वक्तुमिच्छति किं भगिनी? नास्ति चिन्ता भगिनि, अहं शृणोमि. गण इत्यस्य गणयति इति कर्तृत्वे वदामः. आपणिकः धनं गणयति, रूप्यकाणि गणयति. अनन्तरम् आपणिकेन आपकेन धनं गण्यते, गण्यन्ते रूप्यकाणि गण्यन्ते. गण्यन्ते बहुवचनं, बहुवचनम् आम्. अधुना प्रेरणार्थकनिच्छत्र भवति, तत्र स्वामी आपणिकेन रूप्यकाणि गणयति इत्येव रूपं, गणयति इत्येव भवति रूपं. किन्तु तस्य तु पुनः गानिति न भवति. किमर्थम् इत्युक्ते पुनः अत्र अचः परस्मिन् पूर्वविधौ इति आगच्छति खलु. गण इति अकारान्तदातुः अस्ति, कथा यथा अस्ति तथा. तर्हि अत्र स्वामिना आपणिकेन रूप्यकाणि गण्यते, गण्यते इति एव चिन्तयामि. गण्यन्ते भगिनि, गण्यन्ते रूप्यकाणि, गण्यन्ते, क्षम्यताम्, आं सत्यं, गण्यन्ते रूप्यकाणि. प्रयोगं कर्तुं भवति इति मम प्रयोगाते अधुनापि मम तत्र गतिबुद्धिः सूत्रयति. तत्र यत्र प्रेरणार्थकः तत्र कर्मपदद्वयं भवति, तर्हि तस्य कस्य कर्मपदस्य प्राधान्यता वर्तते इति भ्रमः भवति. अधुनापि अस्ति मम किञ्चित् अग्रे मयापि पठितव्यम्. सम्यक् पठितः, प्रश्नाः सन्ति किं? अभ्यासं कर्तुं महोदय, कर्म अभ्यासं कर्तुम् इच्छामि. कुत्र अस्ति लेसन्स् महोदय? एतावत्पर्यन्तं कर्मणि प्रयोगस्य पूर्वमेव पठितवन्तः खलु महोदय. वयं भाषाप्रवेश प्रथमसोपान, द्वितीयसोपाने, अनन्तरं गीतासोप्रवेश, गीतासोपानस्य द्वितीयभागे अपि कर्मणि प्रयोगः, कर्तरि कर्मणि इति पठितवन्तः खलु. करपत्रे नास्ति, करपत्रे तु सर्व तत्र खलु. वयं गते करपत्रे न, वयं तु स्वार्थे कर्मणि दृष्टवन्तः. अस्मिन् करपत्रे प्रेरणार्थके कर्मणि इति दृष्टवन्तः. तर्हि तदेव वाक्यरूपेण महोदय. किम् अभवत् इत्युक्ते मम जाह्नवी यत्र मुद्रणस्य स्थगनं करोमि,